नमस्कारः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रयोज्यकर्तुः कर्मत्वम् इति विषयः अनुवर्तते। तत्र वार्तिकाणाम् अध्ययनं प्रवर्तमानमस्ति। अस्माभिः एतावत् किं दृष्टम् इति चेत् आदौ नी वह्योर्न इति वार्तिकं दृष्टं। तत्र अस्माकं मूले तु सूत्रमस्ति गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकृतसनौ इति सूत्रम्। तेन तेन सूत्रेण गत्यर्थकानां बुद्ध्यर्थकानां प्रत्यवसानार्थकानां शब्दकर्मकाणाम् अकर्मकाणां च अणौ यः कर्ता सः निजन्तप्रयोगे कर्मत्वं सः कर्मत्वं प्राप्नोति। तर्हि गत्यर्थकधातुः अस्ति चेत् अन्निजन्तवस्थायां यः कर्ता सः निजन्तवस्थायां कर्मत्वं प्राप्नोति। तर्हि नी वह्यो वह्योः न इत्यत्र नी वह् इति धातुद्वयमपि गत्यर्थकधातु धातुः इति कृत्वा तत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तसनौ इति सूत्रस्य प्रसङ्गः अस्ति। अतः प्रयोजकर्तुः कर्मत्वं स्यात्, परन्तु तत् सूत्रं प्रपाद्य अत्र तस्य निषेधकमस्ति नी वह्योर्न। नी वह् अनयोः विषये प्रयोजकर्तुः कर्मत्वं न भवति इत्युक्तम्। तदनन्तरं नियन्त्रकर्तृकस्य वहेः अनिषेधः इति अपि वार्तिकं। केवलं वह्धातोः विषये यत्र प्रयोजककर्ता नियन्ता अस्ति तर्हि तादृशसन्दर्भे वह्धातोः प्रयोजकर्तुः कर्मत्वं भवति। सूत्रेण प्राप्तमासीत् कर्मत्वं, तस्य निषेधः नी वह्योर्न इत्यनेन निषेधः कृतः, पुनः प्राप्तिः भवति नियन्ता कर्ता प्रयोजककर्ता नियन्ता अस्ति चेत् पुनः प्राप्तिः भवति प्रयोजकर्तुः कर्मत्वम्। अनन्तरम् आदिकाद्योर्न इत्यनेन तत्र अद् धातुः काद् धातुः इत्यनयोः योगे प्रयोजकर्तुः कर्मत्वं न भवति। गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इति सूत्रेण तत्र कर्मत्वं प्राप्तमासीत्, यतोहि अद् धातुः अपि च काद् धातुः धातुद्वयमपि प्रत्यवसानार्थकधातुः इति कृत्वा कर्मत्वं प्राप्तमासीत् सूत्रेण, प्रकृतसूत्रेण तस्य निषेधः क्रियते आदिकाद्योर्न इति वार्तिकेन। अनन्तरं भक्षेः अहिंसार्थस्य न इत्यत्र भक्षधातुः अपि खादनार्थकः अस्ति इति कृत्वा गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रेण प्रयोजकर्तुः कर्मत्वं प्राप्तम् आसीत्, तस्य निषेधः क्रियते भक्षधातोः यदि सः धातुः अहिंसार्थकः अस्ति। हिंसार्थकः अस्ति चेत् कर्मत्वं भवति प्रयोजकर्तुः, परन्तु अहिंसार्थकः अस्ति चेत् कर्मत्वं न भवति। तत्पश्चात् जल्पतिप्रवृत्तीनाम् उपसङ्ख्यानम् इति वार्तिकेन जल्प् धातोः विषये प्रयोजकर्तुः कर्मत्वं भवति। न केवलं जल्प् धातोः, तत्र जल्पति विलपति अभाषते इति एवं रीत्या ये धातवः सन्ति तेषां योगे प्रयोजकर्तुः कर्मत्वं भवति इत्युक्तं। तत्पश्चात् दृशेश्च इति अपि वार्तिकं दृष्टं। दृशेश्च इत्यत्र कथं तत्र दृशेश्च इति किमर्थम् उक्तं, सूत्रेण न प्राप्तं वा इति चेत् गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इति सूत्रे बुद्ध्यर्थकधातुः इति उक्तम्। बुद्ध्यर्थकः इति दृश्यधातोः यदा दर्शनं भवति तदानीम् अस्माकं ज्ञानं भवति, प्रत्यक्षं भवति। यदि तत्र किञ्चित् वस्तु अस्माकं पुरतः अस्ति चेत् तद्दृष्ट्वा तत्र ज्ञानप्रक्रिया कथं भवति, तत्र नैयायिकमते अपि च अन्येषु शास्त्रेषु अपि वर्ण्यते। तत्र यदा तत्र प्रत्यक्षात् पूर्वं किं भवति इति चेत् आत्ममनसोः संयोगः भवति। मनः इन्द्रियेण संयुज्यते, इन्द्रियम् अर्थेन संयुज्यते, तदानीं ज्ञानं भवति। एवं रीत्या ज्ञानप्रक्रिया अस्ति। तर्हि बुद्ध्यर्थकधातुः इत्युक्ते यत्र कुत्रापि ज्ञानं भवति, तर्हि दृश्धातोः अपि ग्रहणम् अत्र स्यात् इति चेत् दृशेश्च इति वार्तिकमेव स्मारयति यत् सूत्रेण न प्राप्तमिति। अत्र निषेधः नास्ति, विधानमस्ति. दृष्धातोः योगे प्रयोजकर्तुः कर्मत्वम् इति विधानमस्ति, कर्मसंज्ञायाः विधानम्. तर्हि गत्यर्थक गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रेण यदि प्राप्तं चेत् पुनः विधानस्य आवश्यकता नास्ति. अतः एतदेव ज्ञापयति यत् सूत्रेण न प्राप्तं, सूत्रेण न प्राप्तम् इति किं ज्ञापयति इति चेत् बुद्ध्यर्थकः इत्युक्ते सामान्यज्ञानमेव. सामान्यतया ज्ञानम् इति यदा वदामः तदानीं तत्र बुद्ध्यर्थकधातुः, तत्र धातवः ये धातवः ज्ञानार्थे सन्ति तेषां ग्रहणमेव अत्र. परन्तु दृश्यधातुः विशेषः अस्ति, विशिष्टज्ञानम्, तत्र चक्षुषा जायमानं ज्ञानं विशिष्टम् अस्ति. अतः सामान्यज्ञानानां ग्रहणं गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रेण भवति, विशिष्टज्ञानानां ग्रहणं नास्ति तस्मिन् सूत्रे. अतः एव विशेषतया विधानम्. अत्र अन्येषाम् इन्द्रियाणां विषये न उक्तम्, अत्र ग्राणस्य विषये न उक्तम्, ग्राणस्य विषये न उक्तं, त्वचः विषये न उक्तं, रसनस्य विषये, रसनायाः विषये नोक्तं. तर्हि केवलं दृशेश्च इत्युक्तत्वात् विशेषः, विशिष्टप्रयोगः अन्येषां नास्ति, केवलं दृश् विषये एव अस्ति इति कृत्वा तत्र दृष्टातोः योगे प्रयोजकर्तुः कर्मत्वं भवति इत्युक्तं. तर्हि अन्येषां विशिष्टानां यथा स्मरणं, श्रवणं, घ्राणं, स्पर्शनं, स्वदनम् इत्यादीनां यत्र अन्य इन्द्रियाणां, पञ्चेन्द्रियाणां यत्र कार्यं भवति, तत्र चक्षु तत्र किं दृष्टातुं विहाय अन्यत्र न भवति, प्रयोजकर्तुं कर्मत्वं न भवति एव. श्रूधातोः विषये विशेषः कः इति चेत् श्रूधातोः योगे प्रयोजकर्तुः कर्मत्वं भवति, परन्तु ज्ञानार्थे नास्ति. ज्ञानार्थे बुद्ध्यर्थकः अस्ति इति कृत्वा नास्ति. श्रूधातोः योगे प्रयोजकर्तुः कर्मत्वं कदा भवति इत्युक्ते यदा सः धातुः शब्दकर्मकः अस्ति तदानीं भवितुम् अर्हति. शब्दकर्मकः इत्युक्ते तस्य धातोः कर्मपदं शब्दरूपेण अस्ति चेत् शब्दकर्मकः भवति श्रूधातुः. यदा शब्दकर्मकः भवति तदानीं प्रयोजकर्तुः कर्मत्वं भवति, सर्वदा भवति इति नास्ति. यत्र यत्र श्रावयति इति प्रयोगः अस्ति तत्र सर्वत्र प्रयोजकर्तुः कर्मत्वम् इति नास्ति. परन्तु तादृश श्रावयति इत्यस्य यत् कर्मपदम् अस्ति तत् कर्मपदं शब्दकर्म इति अस्ति चेत् तदानीं धातुः शब्दकर्मकः भवति, तदानीं तत्र प्रयोजकर्तुः कर्मत्वं भवितुम् अर्हति इति अत्र विशेषः अस्ति. दृष्टा धातोः विषये विशेषः, श्रूधातोः विषये विशेषः. दृष्टातोः विषये शब्दकर्मकः इति नास्ति, यतोहि चक्षुषा शब्दस्य ग्रहणं न भवति इति कृत्वा दृष्टातुः शब्दकर्मकः इति वक्तुं न शक्यते. श्रूधातुः तु शब्दकर्मकः इति वक्तुं शक्यते इति दृष्टम्. अनन्तरं शब्दायतेर्न इत्यपि अस्माभिः चर्चितं. तत्र शब्दाय इति अतिदेशिकधातुः, तत्र क्यङ् इति प्रत्ययं योजयामः चेत् शब्द इति धातुतः क्यङ् प्रत्ययं योजयामः चेत् तत्र शब्दाय इति नूतनधातुः लभ्यते. तत्तस्मात् निच् प्रत्ययं योजयामः चेत् शब्दाय यति इति रूपम्. तर्हि शब्दाय यति इत्युक्ते शब्दं करोति इत्यस्मिन् अर्थे, तत्र शब्दाय इति धातुः शब्दं करोति इत्यस्मिन् शब्दाय इति अतिदेशिकधातुः, यत्र धातौ एव सङ्गृहीतकर्मत्वं भवति तत्र अकर्मकत्वप्राप्तिः भवति. यतो हि पृथक्तया कर्मत्वस्य आवश्यकता नास्ति, यतोहि धातौ एव कर्मपदम् अन्तर्निहितं वर्तते इति कृत्वा धातुः अकर्मकः. तर्हि अकर्मकः शब्दाय इति धातुः अकर्मकः चेत् तदानीं गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् इत्यत्र अस्य अनेन सूत्रेण प्रयोजकर्तुः कर्मत्वं स्यात्. परन्तु अनेन वार्तिकेन शब्दायतेर्न इति वार्तिकेन यद्यपि धातुः कर्मकः तथापि प्रयोजकर्तुः कर्मत्वं न भवति इति स्पष्टतया अत्र उक्तमस्ति. अतः केवलं शब्दाय इत्यस्य विषये उक्तं, न तु अन्येषां क्यङ् प्रत्ययानां विषये किमपि न उक्तं. केवलं शब्दाय इत्यत्र शब्दाय यति इत्यत्र रूपमस्ति, तत्र प्रयोजकर्तुः कर्मत्वं न भवति इति उक्तम्. अनन्तरम् अत्र एतदारभ्य किञ्चित् पठनीयम् इति चिन्तयामि. येषां देशकालादि भिन्नं कर्म न सम्भवति ते अत्र अकर्मकाः, न तु अविवक्षितकर्मणः अपि इति. इत्युक्ते तत्र अकर्मकधातुः इत्युक्ते किम् इति चेत् सामान्यतया अस्माभिः ज्ञातं यस्य कर्मपदं न भवति इति. परन्तु शास्त्रीयरीत्या यत्र फलव्यापारं द्वयमपि एकस्मिन्नेव अधिकरणे भवति तदानीं पृथक्तया कर्मपदं न भवति. तदानीं धातुः अकर्मकः फलव्यापारयोः एकस्मिन्नेव अधिकरणे यदा वृक्षः वर्धते इति वदामः चेत् वर्धनक्रिया अपि च क्रियायाः फलं द्वयमपि वृक्षे एव अस्ति इति कृत्वा तत्र वृद्ध धातुः अकर्मकः. अत्र किमुक्तमिति चेत् इति तावद् वयम् अवगच्छामः अकर्मकः नाम कः इति वयम् अवगच्छामः. परन्तु अकर्मकधातौ अपि कर्मपदं सम्भवति. कुत्र सम्भवति इति चेत् देशप्रसङ्गे कालप्रसङ्गे सम्भवति कर्मपदं सम्भवति. तदर्थम् अत्र उक्तम् अत्र वार्तिकमासीत् अकर्मकधातुभिर्योगे देशकालभावो गन्तव्योद्वा च कर्मसंज्ञक इति वाच्यम् इति अस्माभिः दृष्टम्. तर्हि अकर्मकधातुः द्विप्रकारकः अस्ति. यस्यां कदापि कर्मपदं न भवति एव ते अकर्मकाः, कर्मपदं न सम्भवति एव ते अकर्मकाः. अपि च येषां कर्मपदं सम्भवति परन्तु इदानीं मया अकर्मकत्वेन व्यवहारः क्रियते, इत्युक्ते अकर्मकप्रयोगः मया कृतः, कर्मपदं मया न प्रयुक्तं वाक्ये. इत्युक्ते मया गन्तव्यम् इति वाक्यमस्ति, तत्र गम् धातुः तु सकर्मकः, परन्तु मम वाक्यमस्ति मया गन्तव्यं, तर्हि तत्र कर्मपदं नास्ति. इतोपि आकाङ्क्षा अस्ति चेत् कुत्र गन्तव्यं किम् इति प्रश्नः अस्ति चेत् तत्र तदानीं तत्र कर्मपदं भवितुम् अर्हति. परन्तु यथा वाक्यं प्रयुक्तं मया गन्तव्यम् इति वाक्यं, तत्र कर्मपदं नास्ति, अतः तदपि अकर्मकप्रयोगः एव, अकर्मकप्रयोगः इति एव व्यवहारः अस्ति तस्यापि. परन्तु अत्र प्रकृतसूत्रे गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इति सूत्रे यत्र एतादृशप्रयोगः, यत्र मम विवक्षा नास्ति, कर्मपदस्य प्रयोगार्थं मम विवक्षा नास्ति, अतः तत्र यद्यपि अकर्मकव्यवहारः अस्ति लोके, परन्तु सूत्रस्य कृते तस्य ग्रहणं नास्ति. अतः मूलतः यः धातुः अकर्मकः इत्युक्ते तस्य कर्मपदं कदापि न सम्भवति, तस्य एव ग्रहणम् अस्ति गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तसनौ इति सूत्रे. तर्हि तादृशधातोः अस्ति चेदपि कदाचित् कर्मपदं दृश्यते वाक्ये. मूलतः धातुः अकर्मकः, तस्य कर्मपदं कदापि न सम्भवति, परन्तु तत्रापि कर्मपदं भवितुमर्हति. कदा इति चेत् देशस्य विषये, कालस्य विषये, भावस्य विषये, अनन्तरं मार्गवाचकस्य विषये कर्मसंज्ञा भवितुम् अर्हति इति. ततः आरभ्य पठामः इदानीं. शोभा भगिनी पठति वा? आं भगिनि, इत्युक्ते तस्मात् अग्रे वा अथवा ततः आरभ्य पठतु अकर्मकधातुभिर्योगे इति ततः आरभ्य पठतु. अस्तु. अकर्मकधातुर्भिः योगे देशः कालो भावो गन्तव्यो ध्वा च कर्मसंज्ञक इति वाच्यं वार्तिकम्. अकर्मकधातोः योगे देशस्य कालस्य भावस्य मार्गस्य च कर्मसंज्ञा भवति. इदानीं यथा भवत्या उक्तं तत्र अकर्मकधातुभिः इत्युक्ते तादृशाः अकर्मकधातवः येषां कर्मसंज्ञा कदापि न कस्मिन्नपि स्थित्यां न भवति, यत्र कर्मसंज्ञायाः विवक्षा नास्ति इति न कदापि न भवति. ते तादृशानां धातूनामपि एतेषु प्रसङ्गे इत्युक्ते तत्र देशः, कालः, भावः, गन्तव्यः अपि च अध्वा इत्युक्ते तत्र मार्गः इति भवति अथवा कालः इति भवति. तेषु प्रसङ्गेषु तेषामपि कर्मसंज्ञा तेषां कर्मसंज्ञा भवति इति. उदाहरणार्थं तत्र देशः इत्यस्य प्रसङ्गे देशः नाम ग्रामसमूहात्मकस्य ग्रहणम् अतः कुरु पाञ्चाला अवन्ति इत्यादीनां देशानां ग्रहणं भवति यथा कुरून् स्वपिति अर्थात् कुरुदेशे स्वपिति इति अर्थः पाञ्चालान् स्वपिति इति अपि तत्र देशः इत्युक्ते ग्रामसमूह ग्रामसमूहात्मक इति अवगन्तव्यम् अतः तत्र इत्युक्ते देशः इति इत्युक्ते केवलं तत्र भारतदेशः इति न ग्रामसमूहकस्य अपि देशः इति नाम भवति अतः तत्र कुरु पाञ्चाल अवन्ति इत्यादीनां देशानां ग्रहणं भवति इति कुरून् स्वपिति इत्यत्र तत्र स्वपिति अकर्मकधातुः इत्युक्ते कदापि तस्य कर्मसंज्ञा भवितुं नार्हति तत्र कुरून् स्वपिति इति उक्तत्वात् कुरुदेशे स्वपिति इति अर्थः भवति पाञ्चालान् पञ्चालान् स्वपिति इति तत्रापि तदेव प्रयोगः कृतम् अस्ति अपि च तत्र भगिनी तत्र बहुवचने किम् इति क्षम्यतां न अवगन्तं कुरु इति तत्र संस्कृतभाषायाम् इति तादृश किं तत्र पद्धतिः अस्ति यत्र देशस्य प्रयोगः अस्ति देशस्य प्रयोगः एकवचनत्वेन न भवति बहुवचनत्वेन भवति किमर्थम् इति अहं चिन्तयामि इति चेत् तत्र देशे बहवः जनाः सन्ति खलु देशः इत्युक्ते किं जनानां समूहः एव देशः खलु सत्यं यत्र यस्मिन् प्रदेशे जनाः वसन्ति तेषां सर्वेषां समूहः अस्ति भारतदेशः इति खलु अतः देशस्य प्रयोगे एकवचनत्वं न भवति सर्वदा बहुवचनत्वमेव भवति अतः एव कुरून् स्वपिति पाञ्चालान् स्वपिति इति तत्र बहुवचनप्रयोगः धन्यवादः भगिनि अपि च तत्र पाञ्चालान् स्वपिति इत्युक्ते पाञ्चाले स्वपिति इति अर्थः भवति इति मन्ये यथा पूर्वस्मिन् वाक्ये दत्तम् अपि च कालः इति अग्रिमः विषयः कालः इत्यस्य कृते यथा मासम् आस्ते मासं स्वपिति इति पुनः आस् इति धातुः अकर्मकधातुः अपि च उपवेशने इति भवति अतः तत्र मासम् आस्ते इत्युक्ते मासं यावत् आस्ते इति भवति इत्युक्ते तत्र नो चेत् मासेन आस्ते इति भवति वा भगिनि किं भवति तत्र इत्युक्ते तत्र कर्मसंज्ञा न भवति चेत् एतेषां धातूनां तत्र तृतीया भवति खलु न इदानीं मासमास्ते इत्यस्य कः अर्थः मासं यावत् मासं पर्यन्तम् आस्ते इति भवति इति मन्ये उपविशति तदानीं मासं यावत् इति उक्तवती खलु मासं यावत् तर्हि मासम् इति यावत् इत्यस्य कर्म भवति मासं यावत् यास्ते आस्ते इति तादृशं वक्तव्यम् इति मासेन आस्ते इति नास्ति नास्ति तदेव तस्य मासेन अस्ति इति नास्ति मासं यावत् इति वक्तुं शक्नुमः अथवा मासं पर्यन्तम् इति तत्र कर्मपदं भवति इति अपि च मासं स्वपिति तत्रापि तादृशमेव वाक्यं भवितुम् अर्हति धन्यवादः तर्हि तत्र भवत्या देशस्य विषये उक्तं कालस्य विषये अपि उक्तं तर्हि देशस्य उदाहरणे कुरून् स्वपिति इति कुरून् इति तत्र देशवाचकः बहुवचने प्रयोगः अस्ति कुरून् स्वपिति पाञ्चालान् स्वपिति इति अत्र पाञ्चालान् इत्येव स्यात् भगिनि पाञ्चालान् मुद्रणदोषः अस्ति तत् परिष्करोमि भवत्या सम्यक्तया उक्तं पाञ्चालान् स्वपिति इति अस्तु अनन्तरं कालः इत्युक्ते मासम् आस्ते मासं स्वपिति इत्युक्ते मासपर्यन्तं स्वपिति इत्यर्थः इति कालस्य उदाहरणम् अनन्तरं भावः नाम धात्वर्थः नाम क्रिया इत्यर्थः भावः इत्युक्ते यद्यपि यत्र कुत्रापि व्याकरणे भावः इति वयं वदामः भावे प्रयोगः भावार्थे इत्यत्र वदामः अत्र भावः नाम धात्वर्थः इत्यर्थः धातोः अर्थः कः इति चेत् क्रिया व्यापारः व्यापारः एव अत्र प्रधानतया दातुवर्थः. भावः नाम भावना, भावना नाम व्यापारः. अस्तु भगिनि, इदानीं यदि अहं वदामः बालकः दिनं हसति हसति इति अकर्मकः दातु, बालकः मासं हसति वा दिनं हसति वा शुद्धं वा? सत्यं सत्यं. कोऽपि धातुः यदि शुद्ध कर्मकः धातु साधारणतया यदि कर्मपदं न स्वीकरोति तत्र मासं कालवाचक शब्दयोजनेन कर्मपदं भवति किल? भवति सत्यं. भगिनी, पञ्चालः इति एव देशस्य नाम खलु? पञ्चाल इति अस्ति वा पाञ्चाल इति अस्ति वा? पाञ्चाल पञ्चालदेशस्य राणी पाञ्चाली. पञ्चाल इति एव पञ्चाल इति वा? अस्तु, अत्र पूर्वं तु पाञ्चाल इति उक्तम्, अत्र तु पञ्चाल इति उक्तं, तर्हि द्रष्टव्यं पञ्चालः वा पाञ्चालः वा. अस्तु, यत्किमपि भवतु देशः इति अवगम्यते. अस्तु, इदानीं तु नास्ति खलु पाञ्चालदेशः अथवा पाञ्चालदेशः? इदानीं अस्तु, इदानीं मीना भगिनी भवती एव पठतु. भावः यथा सः गोदोहम् आस्ते, अर्थात् गोः दोहनपर्यन्तं सः तिष्ठति इत्यर्थः. सः गोदोहं स्वपिति, तत्र आस्ते अपि ते अपि च स्वपिति च अकर्मकः धातु. अत्र गोदोहम् इति भावे प्रयोगे वा कार्यं कार्यमस्ति तत्र गोदोहनक्रिया अस्ति. तस्मात् अकर्मकधातुभिः योगे देशकालो भाव गन्तव्यो अद्वा च कर्मसंज्ञकः इति वार्तिकेन कर्मसंज्ञा गोदोहम् इति कर्मसंज्ञा प्राप्नोति. तादृशं सः गोदोहं स्वपिति अपि च अद्वावाचकः तत्र मार्गवाचकः. क्रोशम् आस्ते, तत्र अपि आस्ते स्वपिति इति क्रोशपर्यन्तं वा क्रोशपर्यन्तं आस्ते क्रोशपर्यन्तं स्वपिति. क्रोशमिति डिस्टेन्स् किल? गति अग्रे पठामि वा? पठतु. गति बुद्धि प्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता च नौ स नौ इति सूत्रे प्रथमप्रकाराणां धातूनाम् एव अकर्मकत्वेन ग्रहणम् अस्ति. अर्थात् येषां धातूनां देशकालादिभिन्नं कर्म न सम्भवति ते अत्र अकर्मकाः इति मन्यन्ते. यस्य धातोः कर्मत्वम् अविवक्षितम् अस्ति तस्य अकर्मकत्वेन न स्वीकुर्मः. अत्र गतिबुद्धिप्रत्यावसानार्थशब्दकर्म कर्मकाणाम् अनेक तेन सूत्रेण प्रथमप्रकाराणां धातूनामेव अकर्मकत्वेन ग्रहणम् अस्ति. तादृश प्रथमप्रकाराणाम् इत्युक्ते द्विप्रकारः अस्ति अकर्मकधातु, द्विप्रकारः अस्ति तत्र प्रथम यत्र धातु स्वभावे अकर्मकः अस्ति तादृशमेव तादृशधातु वा? आं सत्यम्. प्रथमप्रकारः यत्र धातु स्वभावेन कर्मपदं किञ्चित् अपि कस्यामपि स्थितायां न स्वीकरोति तेषां प्रथमप्रकाराणां धातूनाम् एव अकर्मकत्वेन ग्रहणं भवति तस्मिन् सूत्रे गतिबुद्धिसूत्रेण. अर्थात् येषां धातूनां देशकालाद् भिन्नं कर्म न सम्भवति ते देशकालाद् भिन्नं कर्म न सम्भवति ते अत्र अकर्मकाः इति मन्यन्ते. तत्र देशकालादिभिन्नं कर्म देशकालादिभिन्नम् इति विहाय वा देशकालादिभिन्न धातु यत्र देशकाला नास्ति इत्युक्ते सामान्यतया अस्य कर्मपदं न भवति, परन्तु देशविषये कर्मपदमस्ति अथवा कालविषये कर्मपदमस्ति चेदपि सः धातुः अकर्मकः एव. मूलतः धातुः अकर्मकः यस्य कदापि कर्मपदं न सम्भवति, सामान्यतया कर्मपदं न सम्भवति, परन्तु गतिबुद्धिप्रत्यय श्मशान इति सूत्रेण अर्थं तत्र अकर्मकः धातुः इति एव. अत्र अर्थात् येषां धातूनां देशकालादिभिन्न भिन्न भिन्नं कर्म न सम्भवति ते अत्र अकर्मकाः इति मन्यन्ते. तत्र तत् वाक्यं भ्रमः भवति. देशकालादिभिन्नकर्म न सम्भवति एव इत्युक्ते मूलधातुः अकर्मकः, तस्य कर्म इदानीं देशवाचकपदमेव नास्ति, देशवाचकः इति त्यजतु. इदानीं हसति इति अस्ति पदं, तत्र भिन्नकर्मपदं सम्भवति वा? कर्मपदं न सम्भवति, न न कर्मपदं कदापि न सम्भवति. इदानीं मासं हसति इति वदति चेत् तदानीं मासमिति कर्मपदं जातं, परन्तु तादृशकर्मपदम् अस्ति चेदपि स धातुः अकर्मकः एव इति आशयः. ओके, यस्य धातोः कर्मत्वम् अविवक्षितम् अस्ति तस्य अकर्मकत्वेन न स्वीकुर्मः. यस्य धातोः कर्मत्वम् अविवक्षितम् अस्ति तस्य अकर्मकत्वेन न स्वीकुर्मः. तत्र कर्मत्वं विवक्षितं, तत्र रामः गच्छति, रामः वनं गच्छति, तादृश दातवः वा तत्र कर्मत्वम्? इदानीं रामः वनं गच्छति इति वक्तुं शक्यते, परन्तु अहं वनं गच्छति इति वक्तुं न इच्छामि. अहं केवलं रामः गच्छति इति वदामि चेत् तत्र कर्मपदं सम्भवति, परन्तु अविवक्षितम् अस्ति, मम विवक्षा नास्ति वक्तुम्. विवक्षा अस्ति, विवक्षा नास्ति वक्तुं, वक्तुं विवक्षा नास्ति, तदा अकर्मकः इति वयं वदामः, परन्तु तादृशधातूनां ग्रहणं नास्ति अस्मिन् सूत्रे. अस्तु, देशकालादिभिन्नं कर्म तस्मात् सः देवदत्तं मासम् इत्युक्ते येषां धातूनां कर्मपदं सम्भवति अपि च देशसम्बन्धकर्मपदमपि सम्भवति चेत् तत्र कर्मपदद्वयं भवितुमर्हति खलु, कर्मपदद्वयं भवितुमर्हति. परन्तु तेषां विषये अपि यदि अहं रामः गच्छति इत्येव वदामि, वनमिति न वदामि, तदानीं तत्र मध्ये किमपि अहं वदामि तत्र देशस्य कालस्य विषये अथवा मार्गस्य विषये अहं किमपि वदामि चेत् तत्र तदानीं तत्र अकर्मकप्रयोगः अस्ति, परन्तु धातुः अकर्मकः नास्ति. भेदः अवगम्यते, अवगम्यते वा भेदः? गच्छ पुनरपि वदतु भगिनि, पुनरपि वदतु कृपया. न, इदानीं गम् धातुः अकर्मकः सकर्मकः वा? सकर्मकः. अतः सामान्यतया रामः ग्रामं गच्छति इति वयं वदामः खलु, तत्र क्लेशः नास्ति, कर्मपदम् अस्ति सकर्मकः धातु. परन्तु कदाचित् किं भवति, अहं कर्मपदं वक्तुं न इच्छामि, मम विवक्षा, अहं वक्तुं न इच्छामि, अहं केवलं वदामि रामः पाठशालां गच्छति इति वदनस्य अपेक्षया अहं वदामि रामः गच्छति इति अहं वदामि, रामः गच्छति इति अहं वदामि. इदानीम् अकर्मकप्रयोगः अस्ति, यद्यपि धातुः अकर्मकः नास्ति, अकर्मकप्रयोगः. एतादृश अकर्मकप्रयोगे देशकालभिन्नकर्म अपि भवितुम् अर्हति, तत्रापि भवितुमर्हति, यतोहि देशकालभिन्नादि तत्र किं सूत्रे तत्र वार्तिके किम् उक्तं, तत्र अकर्मकधातुभिर्योगे इति उक्तम्. अतः कर्म न, अत्र सकर्मकधातुभिर्योगे इति नास्ति, अकर्मकधातुभिर्योगे देशकालभावगन्तव्यो अथवा कर्मसंज्ञकः इति वाच्यं. तर्हि इदानीम् अत्र अस्मिन् वार्तिके अकर्मक इत्युक्ते अत्र गतिबुद्धिप्रत्यवसानार्थक इति सूत्रे यत् अकर्मकः अस्ति तथा अत्र अकर्मकः इति नास्ति तत्र कर्मकधातुभिर्योगेन अकर्मकत्वं भवितव्यं तत्र किल तत्र गतिबुद्धि तत्र स्वभावेन अकर्मकः धातु भवितव्यं न भवितव्यम् इति मम वदतु तत्र भवितव्यम् इति अकर्मकधातुः अस्ति पुनः वदतु वाक्यं भवेत् किमुक्तं स्वभावेन भवितव्यम् इति उक्तं खलु स्वभावेन भवितव्यं स्वभावेन भवितव्यं तत्र कर्तरिप्रयोगे वाक्यं किं भवति स्वभावेन भवेत् किल भवति स्वभावेन भवति वा भवति स्वभावेन भवति इति वदति चेत् कर्ता किम् अस्ति तत्र स्वभावेन इति तृतीयविभक्तिः अस्ति खलु कर्ता किम् धातु स्वभावेन भवति चेत् धातु स्वभावेन भवेत् सकर्मकः अकर्मकः भवति चेत् धातुः स्वभावेन सकर्मकः भवति चेत् इति किमपि उक्तवती खलु धातुः स्वभावेन भवेत् इति उक्तवती इदानीं तदेव वाक्यम् इदानीं कर्मणि अथवा भावे वदतु धातुः स्वभावेन भव्यते वा धातुना स्वभावेन भूयते अथवा भवितव्यम् इति तदा तदानीं वक्तुं शक्यते भवत्याः वाक्ये तत्र किम् उक्तम् इदानीं न स्मर्यते किमपि उक्तं भवत्या मया उक्तं धातु स्वभावेन सकर्मकः भवितव्यम् इति उक्तम् इति दोषाय अस्ति प्रयोगः दोषः अस्ति धातुः इति इदानीं स्वभावः इति कर्ता अस्ति चेत् स्वभावेन धातुः भवितव्यम् इति वदति चेत् धातुः इति कर्मपदं जातं भवितव्यम् इत्यस्य धातुः भवितव्यः इति भवति तदानीं भूधातुः अकर्मकः अतः कर्मपदं कदापि न सम्भवति तत्र अतः स्वभावेन धातुः भवितव्यम् इति वाक्यं दोषाय अस्ति कर्मपदं न सम्भवति स्वभावेन धातुः भवितव्यः इति वदति चेदपि दोषाय यतोहि भूधातुः अकर्मकः कर्मपदं कदापि न सम्भवति अतः मम किमस्ति चिन्तनमिति चेत् भवितव्यम् इत्यस्य प्रयोगः यदि वयं सम्यक् कर्तुं न शक्नुमः तदानीं त्यजतु तत्पदं भवितव्यम् इति मा वदतु भवेत् इत्येव वदतु भवेत् इति वदामः चेत् क्लेशः एव नास्ति यदि भवितव्यम् इति शब्दस्य प्रयोगे सम्यक्तया वक्तुं शक्नोति चेत् तदानीं वदतु भवितव्यम् इति यदि तत्र क्लेशः अस्ति भ्रमः अस्ति इति चेत् मा वदतु भवितव्यम् इति त्यजतु नो चेत् सर्वत्र दोषः एव भवितव्यम् इत्यस्य विषये भवितव्यं त्यजतु भवितव्यं त्यजतु भवेत् इति स्वीकरोतु भवितव्यम् इति वक्तुमिच्छति चेत् तदानीं सम्यक्तया अवगच्छतु किम् अस्ति कर्ता तृतीयविभक्ति अस्ति वा कर्ता इति सम्यक्तया अवगम्य वदति चेत् क्लेशः नास्ति परन्तु न अवगम्यते अथवा वाक्यसन्दर्भे झटिति वक्तव्यम् अतः किमपि वदामि इति वदामः चेत् दोषाय भवति खलु भवितव्यस्य प्रयोगं वदामि चेत् चिन्तयतु प्राप्य चिन्तयतु किं वदति इति गृहे सम्यक्तया चिन्तयतु भवितव्यम् इत्यस्य विषये अहं किं वदामि इति पूर्वमेव चिन्तयित्वा तदनन्तरं वदतु अग्रे गत्वा तदानीं क्लेशः अस्तु अस्तु यत् किमपि भवतु इदानीम् अवगम्यते खलु अवगतं वयं भगिनि अस्तु समीचीनम् अग्रे गच्छामः न धन्यवादः भगिनि अग्रे अन्यस्य भवत्याः उत्साहः अस्ति अग्रे पठनार्थं परन्तु अत्र इतोपि जनाः सन्ति तर्हि सूर्यकुमारी भगिनी पठति वा आम् भगिनि सः देवदत्तेन पाचयति अन्यन्त अवस्थायां वाक्यमस्ति देवदत्तः पचति पच् धातु सकर्मक अस्मिन् वाक्ये तस्मात् पूर्वम् अन्यत् उदाहरणमस्ति खलु पश्यतु किमस्ति सः देवदत्तं मासं मासयति इति सत्यम् आमां सः देवदत्तं मासम् आसयति अन्यन्त अवस्थायां वाक्यमस्ति देवदत्तः मासम् आस्ते आस् धातुः धातु अकर्मकः अस्मिन् वाक्ये देशकालादिभिन्नं कर्म न सम्भवति इत्यतः अन्यन्तवस्थायां यः कर्ता देवदत्तः सः अन्यन्तवस्थायां गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकानामनि कर्ता स नौ इति सूत्रेण कर्मत्वं प्राप्नोति अत्र मासमिति कर्मपदम् अस्ति तदापि आस् धातुः अकर्मक इति एव परिगण्यते यतोहि देशकालादिभिन्नं कर्म यत्र न सम्भवति सः धातुः एव अकर्मकः इति स्वीकुर्मः सः देवदत्तं मासम् आसयति तत् वाक्यं निजन्तवाक्यमस्ति अनिजन्तवाक्यमस्ति देवदत्तः मासम् आस्ते आस्तातु अकर्मक प्रथमम् अस्मिन् वाक्ये देशकालादिभिन्नकर्म न सम्भवति देशकालादिभिन्नं कर्म न सम्भवति इत्यतः अन्यन्तवस्थायां यः कर्ता देवदत्तः सः अन्यन्तवस्थायां गतिबुद्धिसूत्रेण कर्मत्वं प्राप्नोति तत्र देशकालभिन्नकर्म सम्भवति किल तत्र आशयति देशकालभिन्नं कर्म ओ अस्तु न भिन्नं कर्म न सम्भवति भिन्नं कर्म न सम्भवति कर्मत्वं प्राप्नोति अत्र मासमिति कर्मपदम् अस्ति तदापि आस् धातु अकर्मक इति एव परिगण्यते देशकालादिभिन्नकर्म यत्र न सम्भवति सः धातुः एव कर्म इति स्वीकुर्मः किम् अवगतं वा न वा न भगिनि न इदानीं पश्यतु इदानीं तत्र अन्य अन्य अस्तु विजयलक्ष्मी भगिनी सायं करोतु आं भगिनि अत्र मासम् इति कालं सूचयति अतः आस्ते इति धातु यत् देशकालादिभिन्नः भिन्नं कर्मपदम् अस्ति इति कृत्वा आस् धातु अत्र अकर्मकः अस्ति अकर्मकः अस्ति भिन्नं कर्म अस्ति वा नास्ति वा देशकालादिभिन्नं कर्म अत्र अस्ति परन्तु कुत्र अस्ति देशकालादिभिन्नं कर्म अस्ति वा न अस्ति अत्र देश कालं सूचयति अतः देशकालादिभिन्नं कर्म न सम्भवति अतः आस् इति धातु अकर्मक इति मन्यन्ते अत्र आस् धातु अकर्मकः अस्ति इति कृत्वा अन्यन्त अवस्थायां देवदत्तः मासम् आस्ते इति अस्ति ण्यन्त अवस्थायां ण्यन्तावस्थायां सः देवदत्तं मासम् आश्रयति इति एव भवति खलु भगिनि? अत्र तु अकर्मकः अस्ति आस्धातु, अतः देवदत्तस्य कर्मत्वमेव भवति खलु? सत्यं, तदेव अत्र प्रतिपादयति. इदानीं देवदत्तः मासम् आस्ते इति वाक्यं दृष्ट्वा वयं किं चिन्तयामः? अत्र कर्मपदम् अस्ति इति कृत्वा धातुः सकर्मकः इति चिन्तयामः खलु सूर्यकुमारी भगिनि? भगिनि देवदत्तः मासम् आस्ते इत्यत्र मासम् इति दृष्ट्वा ओ अत्र कर्मपदम् अस्ति अतः धातुः अकर्मकः नास्ति इति वयं चिन्तयामः. परन्तु कथं चिन्तनीयम् इति चेत् मासम् इति त्यजतु, देवदत्तः आस्ते इति वाक्ये कदापि कर्मपदं सम्भवति वा? न, कदापि न सम्भवति खलु. इदानीं तत्र देशस्य विषये कर्म अस्ति चेत् चिन्ता नास्ति, तदानीमपि धातुः अकर्मकः एव. देश इति देशपदं विहाय अन्यत्र कर्मपदं सम्भवति वा? न सम्भवति. इति कृत्वा अयं धातुः अकर्मकः. अकर्मकः इति कृत्वा गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इति सूत्रेण देवदत्त इति प्रयोज्यकर्ता अस्ति, तस्य कर्मत्वं भवति. इदानीं तत्र आस् धातुः नास्ति. इदानीम् अत्र किम् अस्ति? मासं तिष्ठति इति पदं, देवदत्तः मासं तिष्ठति इति पदम् अस्ति. तत्र चिन्तयतु किं भवति इति. तत्र तिष्ठति इति तु सकर्मकः अस्ति, देवदत्तेन इति भवति. हा इति अस्ति, देवदत्तः मासं तिष्ठति इति वाक्ये मासमिति त्यजामः, देवदत्तः तिष्ठति इति वाक्ये तत्र कर्मपदं सम्भवति वा? सम्भवति, कर्मपदं न सम्भवति. तिष्ठति इत्यपि अकर्मकप्रयोगः एव, सा धातुः अकर्मकः, अतः देवदत्तेन इति नास्ति तत्र, देवदत्तमिति एव तदेव वाक्यं. सः देवदत्तं मासं किं स्थापयति इति भवति खलु. परन्तु इदानीं तत्र गम् धातुं स्वीकुर्मः, देवदत्तः मासं गच्छति. इदानीं मासमिति त्यक्त्वा देवदत्तः गच्छति इति वाक्ये कर्मपदं भवति वा न वा? न भवति. किमर्थं न भवति? गच्छति इति प्रयोगे कर्मपदं न भवति वा? अकर्मकप्रयोगः अस्ति तत्र. न, अकर्मकप्रयोगः परन्तु अकर्मकप्रयोगः नास्ति चेत् कर्मपदं भवति वा न वा? भवति. सकर्मकधातुः अस्ति चेदेव अकर्मकप्रयोगः सम्भवति खलु. धातुः सकर्मकः अस्ति चेत् सकर्मकत्वेन प्रयोगः भवितुमर्हति अथवा अकर्मकत्वेन प्रयोगः भवितुमर्हति. अत्र द्वेधा प्रयोगः अस्ति सकर्मकधातुः अस्ति चेत्. परन्तु मूलतः अकर्मकधातुः अस्ति चेत् तस्य सकर्मकत्वेन कदापि प्रयोगः नास्ति. यथा हसति इति अत्र कदापि कर्मपदं न सम्भवति एव. रामः हसति इत्यत्र कर्मपदं भवति वा? न, कदापि न भवति. अतः सा धातुः अकर्मकः. परन्तु रामः गच्छति इत्यत्र अन्येषु स्थलेषु कर्मपदं भवति खलु. रामः ग्रामं गच्छति, रामः शालां गच्छति इति. अतः धातुः सकर्मकः, तस्य अकर्मकत्वेन प्रयोगः शक्यते. गतिबुद्धि इति सूत्रे अकर्मकत्वेन प्रयोगः अस्ति चेत् तादृशधातूनां ग्रहणं नास्ति अत्र. मूलतः स्वभावतः यः धातुः अकर्मकः तस्यैव ग्रहणम् अत्र भवति. यः धातुः स्वभावतः अकर्मकः अस्ति तस्य अपि कर्मपदं भवति. कस्य विषये इति चेत् देशस्य विषये, कालस्य विषये, भावस्य विषये, तत्र किं मार्गवाचकस्य विषये, एतेषां विषये एव कर्मपदं सम्भवति. अन्येषु स्थलेषु कदापि कर्मपदं न भवति. अवगतं भगिनि. अतः मूलतः स्वभावतः यः धातुः अस्ति अकर्मकः तस्य विषये प्रयोजकर्तुः कर्मत्वं भवति. तत्र भ्रमः मास्तु यत् कालः कालस्य कर्म अस्ति इति कृत्वा धातुः सकर्मकः इति मा चिन्तयतु. कालस्य, देशस्य, भावस्य अपि च मार्गवाचकस्य च कर्मत्वं सम्भवति अकर्मकधातुः अस्ति चेदपि कर्मत्वं सम्भवति अतः तत्र भ्रमः मास्तु धातुः सकर्मकः इति भ्रमः मास्तु धातुः मूलतः अकर्मकः एव अतः अत्रापि गतिबुद्धि इति सूत्रेण प्रयोजकर्तुः कर्मत्वं भवति कुत्र कर्मत्वं न भवति इति चेत् मूलतः धातुः सकर्मकः अस्ति चेत् न भवति सकर्मकधातोः अपि अकर्मकत्वेन प्रयोगः भवितुम् अर्हति यत्र अस्माकं विवक्षा नास्ति कर्मपदस्य वदनार्थं विवक्षा नास्ति तादृशसन्दर्भे धातुः अकर्मकः इति वदामः चेत् अपि तस्य ग्रहणं नास्ति अत्र गतिबुद्धि इति सूत्रे अवगतं वा गतिबुद्धिसूत्रे अकर्मक एव स्वीकृतं न तु सकर्मक धातुतः अकर्मकप्रयोगम् अस्ति अपि न स्वीकृतम् सत्यं मूलतः स्वभावतः यः अकर्मकः धातुः कदापि तस्य कर्मपदं न सम्भवति तादृशस्यैव ग्रहणं परन्तु तादृशधातूनामपि कदाचित् देशस्य विषये कालस्य विषये कर्मपदं भवति परन्तु तथापि ते धातवः अकर्मकः एव न सकर्मकः अत्र देवदत्तः मासमास्ते इति सकर्मकः नास्ति अकर्मकः एव अस्तु इदानीम् अन्यत् उदाहरणं वयं पश्यामः तत्र उमाभग्नि पठतु सः देवदत्तेन पाचयति अस्ति वा उमा भगिनी पठामि भगिनि सः देवदत्तेन पाचयति अन्यन्त अवस्थायां वाक्यम् अस्ति देवदत्तः पचति पच् धातु सकर्मकः अस्मिन् वाक्ये देशकालादिभिन्नं कर्म देशकालादिभिन्नं कर्म सम्भवति इत्यतः अन्यन्त अवस्थायां यः कर्ता देवदत्तः सः न्यन्तावस्थायां गतिबुद्धि प्रत्यवसानार्थ अकर्मकाणाम् अणिकर्ता सणौ इति सूत्रेण कर्मत्वं न प्राप्नोति पच् धातु अकर्मकः इति स्वीकर्तुं नैव शक्यते पच् धातु सकर्मकः एव अतः एव वाक्यं भवति सः देवदत्तेन पाचयति न तु सः देवदत्तं पाचयति इति ओके देवदत्त सः देवदत्तेन पाचयति इति वक्तव्यं किमर्थमिति चेत् पच् धातु सकर्मकः एव किन्तु देशकालभिन्नं कर्म सम्भवति इत्यतः अन्यन्तावस्थायां कर्ता देवदत्तः सः न्यन्तावस्थायां सो वेन् निच् सैडेड् निच् प्रत्यय योजनेन कर्मत्वं न प्राप्नोति पच् धातु सकर्मकधातु अपि चेदपि अत्र कर्मत्वं न प्राप्नोति तस्मात् सः देवदत्तेन पाचयति इति वदति न देवदत्तं पाचयति इति द्वितीया विभक्तिः न प्राप्नोति सम्यक् अत्र देवदत्तः पचति इति वाक्यं पच् धातुः सकर्मकः अस्ति मूले परन्तु अत्र अकर्मकप्रयोगः कृतः अतः अत्र गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण तस्य ग्रहणं नास्ति सकर्मकधातूनां ग्रहणं नास्ति यद्यपि कर्मपदं न दृश्यते तथापि धातुः सकर्मकः एव इति कृत्वा तत्र देवदत्त इति प्रयोज्य कर्तुः कर्मत्वं न भवति तृतीयाविभक्तिः एव भवति सः देवदत्तेन पाचयति इत्येव भवति तर्हि इदानीम् अग्रिमं सूत्रं प्रति गच्छामः वंशीभगिनी पठति वा आम् नमस्ते. कृ कृ इति धातोः विकल्पेन कर्म कृकोरण्यतरस्याम् इति सूत्रमस्ति. कृ कृ च अनयोः धातोः यः कर्ता अन्यन्तावस्थायां सह ण्यन्त अवस्थायां विकल्पेन कर्मसंज्ञां प्राप्नोति. भरतेः करोतेः च अन्यन्तयोः यः कर्ता सः ण्यन्तयोः अन्यतरस्यां कर्मसंज्ञः भवति. कृ कृ कृ च तयोरितरेतरद्वन्द्वः कृकरौ तयोः कृकोः कृकोरन्यतरस्य कृकोः षष्टिद्विवचनान्तम् अन्यतरस्यां विभक्तिप्रतिरूपकमपि कर्तृत्वं कर्म इत्यस्य कर्म इति पदस्य अनुवृत्तिः भवति. कारके इति सूत्रस्य अधिकारः गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासनौ इत्यस्मात् सूत्रात् नौ कर्ता अणि इत्येषां पदानाम् अनुवृत्तिः. अनुवृत्तिसहितसूत्रं कृपोः कर्ता अणौ कर्मकारकं नौ अन्यतरस्य. यदि एतस्य सूत्रस्य प्रवृत्तिः न भवति तदा कर्तृपदस्य द्वितीया भवति कर्तृकरणयोः द्वितीया इति सूत्रम् अस्तु. तत्र कृकोरण्यतरस्याम् इति सूत्रमस्ति. कृ कृ धातुद्वयम् अत्र अस्ति. कृ धातोः यत्र तस्य अन्यन्त अवस्थायां कार्यं भवति तत्र प्रयोज्यकर्तुः तत्र कर्मत्वं प्राप्नोति, विकल्पेन प्राप्नोति इति अस्य सूत्रस्य अर्थः अस्ति. तत्र यत्र एतेषां एतौ धातौ कार्यं करोति तत्र कर्तृचितं कर्म इति सूत्रेण तत्र प्रयोज्यकर्तुः कर्मत्वं प्राप्नोति. यत्र एतेषां अन्यतरस्याम् एते धातवः यत्र कर्मत्वं न प्राप्नोति एतयोः धातोः एतयोः धातोः तत्र कर्मत्वं न भवति तत्र कर्तुकरणयोः स्थितिया इति सूत्रेण तत्र प्रयोज्यकर्तुः तृतीया विभक्ति प्राप्नोति इति अन्यतरस्याम् इत्यस्य अस्मिन् सूत्रे विवक्षा अस्ति. यतोहि तत्र एकस्मिन् पक्षे कर्मत्वं प्राप्नोति, अन्यस्मिन् पक्षे तृतीया विभक्ति प्राप्नोति. अनुवृत्तिसहितसूत्रमस्ति. ऋकौ ऋकोः इति तु कृ धातोः कर्ता यः अणौ अन्यन्तावस्थायाम् अस्ति चेत् अणौ इति सप्तमी विभक्त्याम् अस्ति कर्मकारकं नौ अन्यतरस्याम् इत्युक्ते तत्र यः कर्ता अन्यन्तावस्थायां यः कर्ता ण्यन्तावस्थायां सः कर्मत्वं प्राप्नोति अन्यतरस्य विकल्पेन एकस्मिन् पक्षे कर्मत्वम् अन्यस्मिन् पक्षे तृतीया विभक्ति प्राप्नोति इति सूत्रस्य अर्थः. बहु समीचीनं, सम्यक्. तर्हि सूत्रमस्ति हृक्रोः ऋ कृ अनयोः धातोः अन्यन्तावस्थायां यः कर्ता सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति विकल्पेन. अतः विकल्पेन वस्तुतः पश्यन्तु गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण हृ कृ अनयोः ग्रहणं नास्ति. यतोहि हृ कृ इति धातुः धातुद्वयं गत्यर्थकधातुः अपि नास्ति, बुद्ध्यर्थकः अपि नास्ति, प्रत्यवसानार्थकः अपि नास्ति, शब्दकर्मकः अपि नास्ति, अकर्मकः अपि नास्ति इति कृत्वा हृ कृ अनयोः ग्रहणमेव नास्ति. परन्तु अनयोः विषये अपि प्रयोज्यकर्तुः कर्मत्वम् इष्यते विकल्पेन, यतोहि तादृशरूपमस्ति इति कृत्वा सूत्रं कृतमस्ति. एकस्मिन् पक्षे न भवति कर्मत्वम्, एकस्मिन् पक्षे कर्मत्वं भवति इति कृत्वा रूपद्वयम् अस्ति. रूपद्वयस्य साधनार्थं सूत्रं कृतमस्ति अन्यतरस्याम् इत्युक्तम्, अतः विकल्पेन भवति इत्यर्थः. तर्हि इदानीम् उदाहरणं तत्र विनयमहोदय पठति वा उदाहरणम्. आं भगिनि, उदाहरणम् अस्ति यथा स्वादि भित्यं भित्तेन कथं हारयति. अन्यत् अण्यन्तवस्थायां वाक्यमस्ति भित्यः कटं हरति. अण्यन्त्यवस्थायां यः कर्ता अर्थात् भित्यः सः ण्यन्त्यवस्थायां ह्रीक्रोयन्तर् ह्रीक्रोह अन्तरस्याम इति सूत्रेण विकल्पेन कर्मसंज्ञा प्राप्नोति. अधुना वाक्यमस्ति स्वामी स्वामी भित्यं कथं हारयति. स्वामी प्रयोजक भित्यं प्रयोज्य प्रयोज्यकर्ता अत्र विकल्पेन द्वितीयविभक्ति भवति. तर्हि एव भित्यं वयम् अत्र पश्यामः. परन्तु अपक्ष अपि अस्ति. अपक्ष अतः द्वितीयपक्ष अपक्षे ण्यत्यस्वस्थायां वाक्यम् अति अस्ति. तस्य वाक्यमस्ति स्वामी भित्तेन कथं हारयति. अतः अत्र ह्री क्री अन्तर्गतः यदि अन्तर्गतः अत्र वयं जानीमः गतिबुद्धिः अन्तर्गतः नास्ति. परन्तु गतिबुद्धिः अन्तर्गतः नास्ति. अन्य अन्यव्यवस्था अस्ति. क्रीक्री व्यवस्था अस्ति. तत्र तत्र अन्यत्रस्याम् अर्थात् पक्षद्वयम् आधारेण वाक्य भवति. एकवाक्यमस्ति यत्र प्रयोज्यकर्ता प्रयोज्यकर्ता द्वितीय भवति द्वितीयभक्ति. यदि द्वितीय न भवति तर्हि तर्हि द्वितीय भवति तर्हि प्रश्न उदेति कर्ता कर्ता अत्र कर्ता द्वितीय अर्थात् अनुक्त कर्ता उक्त भवति. कर्ता यदि उक्त अस्ति तर्हि भित्तेन भवति. स्वामी प्रयोगकर्ता भित्तेन कटं हारयति. अतः पक्षद्वयम् अत्र भवति. समीचीनम्. एवमेव स्वामी भृत्येन कटं कारयति इत्यपि भवति. भृत्यं कटं कारयति भृत्येन कटं कारयति हारयति कारयति उभयत्र तथा कारयति. सम्यक्. समीचीनं. धन्यवादः. इदानीं लक्ष्मीभगिनी अग्रे. अर्थः कः भगिनी? हारयति क्यारी इति अर्थः. कः अर्थः? जलं हरति इत्युक्ते जलम् आनयति तद्वत् वा? आनयति आनयति और् क्यारी करोति वाहयति इति अर्थे एव. कृधातोः बहवः अर्थाः सन्ति खलु. आम्. के के अर्थाः सन्ति हृदातुः? हरति इति यथा रावणः सीतां हृतवान् आसीत् तदपि हरति. अत्र हरति इत्यस्य कः अर्थः? अत्र तु आनयति इत्यर्थे एव अस्ति इति मन्ये. तत्र हरति इत्युक्ते स्टील् इत्यस्मिन् अर्थे अस्ति खलु. तत्र रावणस्य विषये अहं वदामि. रावणस्य विषये उदाहरणं भवत्या उक्तं. तत्र तु हरति इत्युक्ते टेकिङ्ग् अवे फोर्स्फुलि इति अर्थः. स्वामी भृत्यं भृत्येन कटं हारयति इत्यत्र भृत्यः कटं हरति हरति इत्युक्ते नयति इति अर्थे अस्ति खलु. आनयति इत्यर्थे. आनयति इत्यर्थे अपि भवितुमर्हति. आनयति इत्यर्थेपि भवितुमर्हति. अनन्तरं जलं हरति इति कुत्रापि पठितवती आसम्, तत्र तत्रापि आनयति इति अर्थे एव वा, अथवा जलं हरति इत्युक्ते जलं विड्रायिङ्ग् द वाटर् रैट्, ड्रायिङ्ग् द वाटर्, ड्रायिङ्ग् द वाटर् इति भवति. अतः सन्दर्भानुगुणं धातूनां बहवः अर्थाः सन्ति. इदानीं हृदातु द्विकर्मकः इति द्विकर्मः कथं भवितुम् अर्हति? हृदातु किं किं न श्रूयते, किं न श्रूयते? हृदातु द्विकर्मकः इति इदानीं श्रूयते वा भगिनि? श्रूयते. हृदातु हृदातु द्विकर्मकः इति उक्तम् अष्टाध्यायी मध्ये द्विकर्मकः भवति. निःकृष्वहम् इति अस्ति खलु, निःकृष्वहम् इति कृत्वा हृ इति धातुः अपि विकर्मकः. तत्र अस्ति खलु, तत्र गोपः वृषभं गोष्ठं हरति, गोपः वृषभं गोष्ठे हरति, गोपः वृषभं गोष्ठं हरति इति अस्ति. तर्हि अत्रापि कर्मद्वयं भवितुम् अर्हति प्रयोज्यकर्तुः विहाय. न तर्हि इदानीं वदतु, मूलवाक्यं वदतु, भृत्यः कटं हरति इति वाक्यमस्ति, तत्रैव अन्यत् कर्मपदं योजयित्वा वदतु. भृत्यः कटं हरति, गृहात् इति स्वीकरोतु. भृत्यः गृहात् गृहात् तु पञ्चमी भवतु किल, गृहात् इति सामान्यतया वदामः, तस्य अविवक्षायां कर्मत्वं तत्र अस्तु. भृत्यः गृहं कटं हरति इति भवति वा, समीचीनं भवति वा वाक्यम्? इदानीं तत्र न्यन्तावस्थायां कथं भवति? न्यन्तावस्थायां स्वामी भृत्येन कटं हरति तु एक अस्तु, तत्र एकस्मिन् पक्षे तु स्वामी भृत्येन कटं ग्रामं हारयति इति भवति वा तत्र? गृहम् इति उक्तं खलु, गृहं तदेव वदतु. क्षम्यतां, स्वामी भृत्यं कटं ग्रामं हारयति, त्रीणि क्षम्यतां, ग्रामं गृहं गृहं, स्वामी भृत्यं गृहं कटं हारयति इति त्रयः त्रीणि कर्मपदानि भवितुम् अर्हति किल इति अस्ति खलु, दोषः नास्ति खलु? दोषः नास्ति, परन्तु अर्थः न बुध्यते, तत्रापि क्लेशः. नीवह्योर्न इत्यस्मिन् तु न इति उक्तत्वा तत्र निषेधः भवति, यतोहि तत्र द्विकर्मकः धातुः तत्र तथा अस्ति, परन्तु अत्र तु द्विकर्मकस्थले तु नी इत्यस्य विषये तत्र विशेषतया तत्र उक्तम्, अत्र तु तथा न उक्तम्, अत्र तु अन्यतरस्याम् इति उक्तं खलु, अन्यतरस्याम् इति उक्तम्, अतः एव अन्यतरस्याम् इति उक्तम् इति चिन्तयामि, यतोहि सर्वेषां मतम् एवं नास्ति, सर्वेषां मतम् एवं नास्ति, अतः मतद्वयं वर्तते अत्र इत्युक्ते, तत्र केचन वदन्ति तत्र त्रीणि कर्मपदानि न भवेयुः इति, केचन वदन्ति तत्र न अन्यतरस्यां भवितुमर्हति, अतः तत्र रूपद्वयं दृश्यते लोके, अतः कुत्रचित् दृश्यते कुत्रचित् न दृश्यते, अतः द्वयमपि स्वीक्रियते अत्र. यस्मिन् पक्षे कर्मद्वयमस्ति तत्र प्रयोजकस्य स्थितिया भवति चेत् सम्यक् भवति, यस्मिन् पक्षे तत्र कर्मद्वयं नास्ति तत्र कर्मकः कर्मद्वयम् इति नास्ति इति न उक्तम् अत्र, यत्र कर्मद्वयं नास्ति तथा किं कमपि न उक्तं, भवती नूतननियमः तत्र, न न न उक्तं किमपि न उक्तम्, भवति यतोहि तत्र निवह्यो न इति तु वार्तिकं खलु? आम्, एतत् सूत्रम् एतत् सूत्रमस्ति, पाणिनिना उक्तमस्ति, तदपि वार्तिकानि अपि बलवत् भवति न, सूत्राणि यत् सूत्रस्य परिवर्तनं करोति, न किमपि न श्रूयते भगिनी, भवत्याः किं प्राब्लम् न जाने, पुनः वा भगिनी? अस्तु न जानामि, अस्तु इदानीं वाल्यूम् इन्क्रीस् करोमि, इदानीं वदतु. श्रूयते सम्यक्तया न श्रूयते सम्यक्तया श्रूयते न परन्तु वार्तिकानि अपि बलवत् भवितुम् अर्हति किल तत्र यत् पाणिनिना रचितं तेषामेव पुनर्विधानं तत्र क्रियते वार्तिकानि तेषां यत् पाणिनिना रचितं तदेव पुनर्विधानमिति नास्ति न इदानीं नास्ति वार्तिकानि तु न वार्तिकम् इत्युक्ते किं कुत्रचित् स्पष्टीक्रियते यत् पाणिनिना उक्तं तस्य स्पष्टीक्रियते कुत्रचित् यद् न उक्तं तस्य विधानं भवति कुत्रचित् न उक्तं पाणिनिना अनुक्तं इति अस्ति खलु अतः यत्र उक्तं स्पष्टीकरणं भवितुम् अर्हति यत्र न उक्तं तत्र सः नूतनतया वदति अस्तु परन्तु तेषामपि स्वीकरणं भवितुम् अर्हति किल तत्र वार्तिकम् अपि च सूत्रं तु पाणिनिना उक्तं परन्तु वार्तिकानि अपि अस्माकं प्रमाणं भवितुम् अर्हति किल यत् विजयलक्ष्मी भगिनी न भवितुमर्हति भगिनी न कोऽपि क्लेशः वार्तिकस्य तु प्रामाण्यम् अस्ति प्रामाण्यमस्ति परन्तु अत्र भगिन्याः का विवक्षा इति चेत् अत्र साक्षात् सूत्रेण उक्तम् इति कृत्वा तत्र बलवत् भवति इति तादृशं किमपि वक्तुमिच्छति भगिनी तत्तु समीचीनं यदा वार्तिकम् अपि च एकस्मिन्नेव विषये सूत्रं वदति किमपि अपि च वार्तिकं किमपि वदति यथा अत्र अस्माभिः दृष्टं खलु किम् उभयप्राप्तौ कर्मणि इत्यत्र उभयप्राप्तिः अस्ति चेत् कर्मणि एव भवति इति सूत्रकारेण उक्तम् इदानीं वार्तिककारेण किम् उक्तं तत्र न क्लेशविभाषा इत्यनेन विकल्पेन भवितुम् अर्हति कर्तुः अपि षष्टि भवितुम् अर्हति इति उक्तं खलु तर्हि तत्र कस्य प्रामाण्यं सूत्रस्य चेत् सूत्रस्य इत्युक्ते सूत्राधारीकृत्य एव अन्यानि सूत्राणि तत्र प्रवर्तन्ते अतः अन्येषां सूत्राणाम् अवगमनार्थं सूत्राधारीकृत्य वयं पश्यामः परन्तु लोके तु कर्तुः अपि षष्टि दृश्यते खलु कर्तुः अपि षष्टि दृश्यते अतः वार्तिकस्य निराकरणम् इति नास्ति वार्तिकस्य अपि प्रयोगः अस्ति लोके यतोहि कर्तुः अपि षष्टि दृश्यते तत्र समर्थयितुं वार्तिकस्य प्रयोगः अतः सर्वदा वार्तिकस्य प्रयोगः भवेत् एव इति नास्ति तत्र सूत्राधारेण वयं व्यवहारं कर्तुं शक्नुमः परन्तु कुत्रचित् यत्र षष्टि दृश्यते तदानीं कथं समर्थयामः इति चेत् शेषविभाषा इत्यनेन षष्टिः जाता इति किमपि वदामः अस्तु इदानीं लक्ष्मी भगिनी इत्युक्ते वंशी भगिनी भवत्याः ध्वनिः न श्रूयते इति नास्ति श्रूयते इदानीं मया वाल्यूम् हैयेस्ट् लेवल् कृतवती इदानीं श्रूयते न इदानीं सम्यक् श्रूयते भवत्याः ध्वनिः न क्लेशः परन्तु इदानीम् अग्रिमं लक्ष्मीभगिनी आगच्छति खलु तस्मात् पूर्वं वाल्यूम् स्थगनीयं भवति अस्तु लक्ष्मीभगिनी वदतु आं भगिनि अभिवादिदृशोरात्मनेपदे वेत्ति वाच्यम् अनेन वार्तिकेन आत्मनेपदप्रयोगे अभिपूर्वकः वधु धातुः तथा केवलं दृश्यधातुः तयोः अण्यन्तावस्थायां यः कर्ता सः अण्यन्तावस्थायां विकल्पेन कर्मसंज्ञा प्राप्नोति सामान्यतया निच्छश्च इत्यनेन क्रियाफलं कर्तारम् अभिप्रायति चेत् निजन्तेभ्यः धातुभ्यः आत्मनेपदं भवति क्रियाफलं कर्तरि न अभिप्रायति चेत् परस्मैपदं भवति शेषात् कर्तरि परस्मैपदम् इत्यनेन यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्तृते परस्मैपदं भवति यदा अभिपूर्वकः वद् धातुः तथा दृश्यधातुः अनयोः आत्मनेपदप्रयोगः भवति तदा एव अभिवादिदृशोरात्मनेपदे वेति वाच्यम् इति वार्तिकेन प्रयोज्य कर्तुः कर्मत्वं भवति दृश्यधातुः योगे प्रयोज्यकर्तुः कर्मत्वं भवति दृशेश्च इति वार्तिकेन एव तर्हि अस्य वार्तिकस्य का आवश्यकता दृश्यधातोः कृते इति चेत् अनेन वार्तिकेन विकल्पेन प्रयोज्यकर्तुः कर्मत्वं भवति यदा दृश्यधातोः आत्मनेपदप्रयोगः भवति अत्र अन्यत् वार्तिकमस्ति अभिवादिदृशोरात्मने पदे वेत्ति वाच्यम् अस्य वार्तिकस्य अर्थः अस्ति अभिपूर्वकः वद् धातु तदा दृश्यधातु केवलं दृश्यधातु अभिपूर्वकः इति नास्ति केवलं दृश्यधातोः यत्र आत्मनेपदीरूपं भवति अन्यन् निजन्तावस्थायां तस्यां वेलायाम् अभिवादिदृशोरात्मनेपदे वेति वाच्यम् इति वार्तिकेन विकल्पेन किं भवति कर्मसंज्ञा भवति इति उक्तमस्ति विकल्पेन कर्मसंज्ञा भवति प्रयोज्यकर्तुः सामान्यतया किं कर्म क्रियाफलं यत्र कर्तारं प्रति गच्छति तथा आत्मनेपदि प्रत्ययाः विधीयन्ते यदा क्रियाफलं कर्तारं प्रति न गच्छति तदा परस्मैपदीप्रत्ययाः विधीयन्ते इति सामान्यनियमः अस्ति किन्तु निचश्च इत्यनेन निजन्दावस्थायाम् आत्मनेपदीरूपाणि भवन्ति एव अत्र अभिपूर्वकः वद् धातोः अपि च दृशधातोः च विकल्पेन प्रयोज्यकर्तुः कर्मत्वं भवति इति वार्तिकेन उक्तमस्ति अत्र प्रश्नः उदेति दृशश्च इति वार्तिकेन च दृशधातोः निजन्दावस्थायां कर्मत्वं भवति खलु इति तदर्थम् अत्र उक्तमस्ति दृशश्च इति वार्तिकेन नित्यत्वेन अत्र कर्मत्वं प्राप्नोति किन्तु आत्मनेपदीरूपे यदा भवति दृशधातोः आत्मनेपदीरूपं यत्र निजन्दावस्थायां भवति तस्मिन् प्रसङ्गे विकल्पेन कर्मत्वं प्राप्यते इति तु वैशिष्ट्यमस्ति इति अत्र उक्तमस्ति समीचीनं वा भगिनि सम्यक् अस्ति समीचीनं तर्हि इदानीं विजया भगिनी अवगतं वा एकवारं वदति वा आं महोदय वदामि अत्र अभिवादिदृशोः आत्मनेपदम् आत्मनेपदे वेति वाच्यम् इति अस्ति अत्र अत्र किम् अस्ति चेत् आत्मनेपदप्रयोगे अभिपूर्वक वद् धातुः अस्ति चेत् तथा तत्र केवलं दृश् धातुः अन्यन्त अवस्थायां यः कर्ता सः न्यन्त अवस्थायां विकल्पेन एव कर्मसंज्ञा भवति अन्यन्त अवस्थायां यः कर्ता अस्ति परन्तु न्यन्त अवस्थायाम् अत्र विकल्पेन अन्यतरस्याम् इत्यनेन एकस्मिन् पक्षे कर्मसंज्ञा भवति अन्यस्मिन् पक्षे कर्मसंज्ञा न प्राप्यते सामान्यतया निचश्च अत्र ण्यन्त अवस्थायां ण्यन्तावस्थायाम् अत्र विकल्पेन भवति कर्मसंज्ञा ण्यन्तावस्थायां विकल्पेन कर्मसंज्ञा भवति इति सम्यक् परन्तु कदा नियमः कः अत्र अभिवादिदृशोः आत्मनेपदे इति वाच्यमस्ति खलु अत्र एतत् धातुः यत्र आत्मनेपदप्रयोगम् अभिपूर्वकम् अस्ति अत्र अभिवादि इति अत्र वद् धातुः अस्ति तत् समये अनन्तरं दृश्यधातुः अपि अस्ति तयोः यत्र अन्यन्त अवस्थायां कर्ता अत्र कर्मपदं न स्वीकृतं परन्तु ण्यन्त अवस्थायां विकल्पेन कर्मसंज्ञा भवति इति तत्र दत्तम् समीचीनं समीचीनम् अग्रे अस्तु महोदय इदानीं सामान्यतया निचश्च इत्यनेन क्रियाफलं कर्तारम् एव अभिप्रैति इति वयं जानीमः एव निजन्तेभ्यः धातुभ्यः तत्र अत्र आत्मनेपदं स्वीकृतं परन्तु क्रियाफलं कर्तारं न अभिप्रैति चेत् अत्र परस्मैपदं भवति. एतदपि वयं जानीमः, कर्तारम् अभिप्रैति चेत् अत्र कर्मफलं धातुः तु आत्मनेपदे आत्मनेपदं भवति, न अभिप्रैति चेत् अत्र परस्मैपदम् एव भवति. यत्र आत्मनेपदस्य कारणं नास्ति तत्र एव शेषात् कर्तरि इति शेषात् कर्तरि परस्मैपदम् इत्यनेन अत्र परस्मैपदं कर्तृत्वे भवति इति. अनन्तरं यदा अभिपूर्वक वद् धातुः तदा दृश् धातुः अपि अनयोः आत्मनेपदप्रयोगः भवति. एतत् अभिवादि दृशोः आत्मनेपदे वेति वाच्यम् इत्यनेन अत्र प्रयोज्य कर्तुः तत्र कर्मत्वं प्राप्नोति इति तत्र दत्तम्. इदानीं दृश् धातोः योजनेन अत्र प्रयोजकर्तुः कर्मत्वं भवति इति अत्र अभिवादि दृशोरात्मनेपदं वेतिवाच्यम् इत्यनेन प्रयोज्यकर्तुः कर्मत्वं भवति इति वयं दृष्टवन्तः इदानीमेव. परन्तु दृशेश्च इति वार्तिकेन एव अत्र किम् आवश्यकमस्ति दृश् धातोः इति चिन्तनम् अस्ति चेत् अत्र एतत् वार्तिकं किं वार्तिकं चेत् अत्र अभिवादि दृशोरात्मनेपदे वेति वाच्यम् इति वार्तिकेन अत्र विकल्पेन प्रयोज्यकर्तुः इदानीं पूर्वमेव दृष्टवन्तः कर्मत्वं प्राप्नोति इति. इदानीमपि दृश् धातोः अत्र आत्मनेपदप्रयोगम् अस्ति. आत्मनेपदप्रयोगं कुत्र अस्ति चेत् अत्र यत्र क्रियाफलं कर्तारम् अभिप्रैति तत्र एव निजन्तमस्ति चेत् अनन्तरं धातुभ्यः आत्मनेपदं भवति. एतत् अत्र दृशोः धातुः अपि अभिवादि दृशोरात्मनेपदे वेति वाच्यम् इत्यनेन विकल्पेन अत्र प्रयोज्य कर्तुः यः कार्यम् अन्येन वद करोतु इति, यः कार्यं करोति एव सः एव प्रयोज्य कर्तुः. अत्र सः प्रयोज्य कर्तुः कर्मत्वं प्राप्नोति इति. एतदपि दृशे धातुः आत्मनेपदप्रयोगं भवति इति तत्र दत्तं महोदय. आदौ यदुक्तं तत् सम्यक्तया अवगतम् इति अहम् अवगतवती. अन्ततो यद् उक्तवती तत्र सर्वं सम्यक्तया अवगतं वा इति मम भ्रमः अस्ति. दृशेश्च इति वार्तिकेन एव कर्मत्वं प्राप्तं, तर्हि अभिवादी दृशोरात्मनेपदे वेत्ति वाच्यम् इत्यस्य का आवश्यकता? एतत् वार्तिकेन एव अत्र अभिपूर्वक दृश् धातुः अत्र अत्र न अभिपूर्वक दृश् धातुः इति नास्ति. अभिपूर्वकः इति तु केवलं वद् धातुः. आम्, इदानीं दृश् धातुः अत्र आत्मनेपदप्रयोगे प्रयोज्य कर्तुः कर्मत्वं प्राप्नोति इति तत्र दृशे च इति वार्तिकं सूचयति. न तत् ऋषेश्च इत्यत्र आत्मनेपदस्य न कोऽपि उल्लेखः. ऋषेश्च इत्यत्र आत्मनेपदं वा भवतु परस्मैपदं वा भवतु, ऋषेश्च इत्यत्र धातोः पदित्वस्य उल्लेखः नास्ति. अत्र एतत् वार्तिकस्य आवश्यकता दृश् धातोः कृते इति चेत् अनेन वार्तिकेन विकल्पेन एव अत्र विप्रयोजककर्तुः कर्मत्वं प्राप्नोति इति. दृशेश्च इति नित्यरूपेण प्राप्तम् आसीत्, परस्मैपदी वा भवतु आत्मनेपदी वा भवतु, उभयत्र नित्यरूपेण कर्मत्वं प्राप्तम् आसीत्. परन्तु यत्र आत्मनेपदीप्रयोगः अस्ति तत्र तु विकल्पेन इष्यते कर्मत्वम् इति कृत्वा अत्र वार्तिकमस्ति अभिवादिदृशोरात्मनेपदे वेत्ति वाच्यम् इति. अत्र वार्तिकस्य अर्थः कः इति चेत् अभिपूर्वकः वद् धातुः अपि च दृश्य धातुः अनयोः ण्यन्तवस्थायां तत्र प्रयोज्यकर्तुः कर्मत्वं विकल्पेन भवति इति उक्तम्। अभिपूर्वकः वद् धातोः विषये एतावता पूर्वं कदापि न उक्तम्, अतः नूतनतया अत्र वदति। अभिवादि वद् धातोः विषये अपि न उक्तं। वद् धातोः विषये उक्तं वा कदापि पूर्वम्? न न तर्हि नूतनतया वदति अभिवादि इति नूतनतया उक्त्वा, अत्र अभिवादि इत्यस्य आत्मनेपदप्रयोगः अस्ति चेत् कर्मत्वं भवति इति एकं वाक्यम्। द्वितीयं वाक्यमस्ति दृश्धातुः, दृष्टातुः अपि आत्मनेपदप्रयोगः अस्ति चेत् तदानीं प्रयोजकर्तुः कर्मत्वं भवति विकल्पेन इति उक्तम्। तर्हि तदर्थमेव अत्र उक्तं दृशेश्च इति सूत्रेण एव प्राप्तमासीत् खलु कर्मत्वं। दृशेश्च इत्यत्र परस्मैपदप्रयोगः आत्मनेपदप्रयोगः इति किमपि न उक्तम्, अतः तत्र एव प्राप्तमासीत्। तर्हि पुनः अत्र अभिवादि दृशोः इति किमर्थम् उक्तम् इति चेत् अत्र विकल्पेन भवति, आत्मनेपदप्रयोगः अस्ति चेत् दृष्टातोः तदानीं विकल्पेन प्रयोजकर्तुः कर्मत्वम् इति वक्तुम् अत्र पुनः उक्तम् इति अस्ति। अस्तु इदानीं धन्यवादः। धन्यवादः। तर्हि इदानीं विजयलक्ष्मी भगिनी पठतु। भगिनी तत्र वद् धातु शब्दकर्मकः नास्ति वा? वद् धातुः शब्दकर्मकः नास्ति वा इति प्रश्नस्य उत्तरं भवती एव वदतु। नास्ति वा इत्यस्य अर्थः कः? कर्मपदं शब्दरूपेण अस्ति चेत् भवितुम् अर्हति खलु? भवितुम् अर्हति। अत्र केवलम् अभिवद् इत्यस्य विषये, अनन्तरं दृश् धातोः आत्मनेपदी प्रयोगस्य विषये एव अत्र वाक्यं कृतम् अस्ति। वद् धातुः सर्वदा वद् धातोः ग्रहणं नास्ति सूत्रे। वद् धातोः ग्रहणं कदापि कदाचित् भवति, यदा तत्र कर्मपदं शब्दरूपेण अस्ति तदा कदाचित् मन्त्रं वदति एवं भवितुम् अर्हति, परन्तु सर्वदा भवति इति नास्ति। यथा अग्रे पठ, यथा इत्यतः एव खलु? सत्यम्। आम्, यथा अभिपूर्वकः वद् धातुः अन्यन्तावस्थायां वाक्यमस्ति भक्तः देवम् अभिवदति नमस्क्रियते इति। अन्यन्तावस्थायां यः कर्ता भक्तः सः न्यन्तावस्थायाम् अभिवादी दृशोर् आत्मनेपदे वेति वाच्यम् इति वार्तिकेन विकल्पेन कर्मसंज्ञां प्राप्नोति। अधुना वाक्यमस्ति पुरोहितः भक्तं देवम् अभिवादयते अपक्षे न्यन्तावस्थायां वाक्यमस्ति पुरोहितः भक्तेन देवम् अभिवादयते। पक्षद्वयम् अत्र भवति अभिवादी दृशोर् आत्मनेपदे वेति वाच्यम् इति सूत्रेण, अतः अन्यन्त अवस्थायां भक्तः देवम् अभिवदति इत्युक्ते नमस्क्रियते। न्यन्तावस्थायां पुरोहितः इदानीं भक्तेन किमपि कार्यं कारयितुम् इच्छति, अतः पुरोहितः भक्तं देवम् अभिवादयते इति आत्मनेपदप्रयोगः अस्ति, अतः आत्मनेपदी प्रयोगः अस्ति इति कृत्वा अस्य वाच्यस्य अत्र विवक्षा अस्ति, अतः रूपद्वयं भवितुम् अर्हति भवति अपि। पुरोहितः भक्तं देवम् अभिवादयते इति भक्तस्य कर्मत्वं भवति, विकल्पेन पुरोहितः भक्तेन देवम् अभिवादयते इति यदा कर्मत्वं न भवति तदा तृतीयविभक्ति भवति, पुरोहितः भक्तेन देवम् अभिवादयते इति अपि प्रयोगः दृश्यते लोके। परन्तु अभिवादयति इति प्रयोगे तु विकल्पः नास्ति, तदा तु सर्वत्र पुरोहितः भक्तेन देवम् अभिवादयति इति एव भवति खलु. सत्यं सत्यं समीचीनं बहु सम्यक्. भक्तेन कर्मसंज्ञा प्राप्नोति खलु भक्तम् इति एव भवति. परस्मैपदी अस्ति चेत् कथं प्राप्नोति? अभि वादयति इति यदि भवति पुरोहितः भक्तेन देवम् अभिवादयति इति उक्तम् खलु. अस्तु अस्तु अस्तु तर्हि इदानीं सुमन् भगिनी अग्रिमं कर्तुमिच्छति वा? प्रयत्नं करोमि भगिनि. पुनः अभिवादयति इति विषये किम् उक्तवती? न, अभिवादयति इति परस्मैपदप्रयोगः अस्ति खलु, वार्तिकस्य प्रयोगः नास्ति. वार्तिकस्य प्रयोगः आत्मनेपदप्रयोगः अस्ति चेदेव वार्तिकस्य प्रयोगः. अभिवादयति चेत् भक्तेन एव भवति खलु. सत्यम् अस्तु. इदानीं सर्वेषां भीतिः अस्ति भवितव्यम् इति वक्तुम् अस्तु वदतु. दृष् धातुः धातुः तत् उदाहरणमस्ति. अन्यन्त अवस्थायां वाक्यम् अस्ति. क्षम्यतां भगिनि एकनिमिषम्. अन्यन्त अवस्थायां वाक्यम् अस्ति भक्तः देवं पश्यति. अन्यन्त अवस्थायां यः कर्ता भवतः सः न्यन्त अवस्थायाम् अभिवादि दृशो आत्मनेपदि वेति वाच्यम् इति वार्तिकेन विकल्पेन कर्मसंज्ञा प्राप्नोति. अधुना वाक्यम् अस्ति पुरोहितः भक्तं देवं दर्शयते. वाक्यं भक्तः देवं पश्यति. पुरोहितः भक्तं देवं दर्शयते. अपक्षे ण्यन्त अवस्थायां वाक्यम् अस्ति पुरोहितः भक्तेन देवं दर्शयते. इदानीं भक्तेन अपि भवितुं शक्नोति, भक्तम् अपि भवितुं शक्नोति, यतोहि इदानीम् आत्मनेपदीप्रयोगः अस्ति, अपि च दृष्टधातु अस्ति. अतः एतत् वार्तिकं तस्य तद् कार्यं कर्तुं शक्नोति. आहत्य यदि गतिबुद्धि प्रत्यवसानार्थ कर्मक अणि कर्मणि कर्ता सनौ इति सूत्रं कर्मसंज्ञा न भवति, तर्हि क्रोर् अन्यतरस्यां सूत्रेण वा अभिवादि दृशोर् आत्मनेपदे वेति वाच्यम् इति वार्तिकेन वा विकल्पेन कर्मसंज्ञा भवति. सम्यक्. इत्युक्ते तत्र गतिबुद्धि इति सूत्र किमपि न उक्तं. ऋक्रोरन्यतरस्याम् अनन्तरम् अभिवादिदृश्वरात्मनेपदे इति अनयोः विषये गतिबुद्धि इति सूत्र किमपि न उक्तम्. अत्र तु नूतनतया विधानम् अस्ति. सो गतिबुद्धि तेन सूत्रं भवितुं शक्नोति. तत्र तत् सूत्रं कार्यं करोति चेत् तत्र विकल्पः नास्ति. किन्तु क्रोरस्यां नो चेत् अभिवादि इति पुनः वदतु तद् वाक्यम्. तत् सूत्रं कार्यं करोति चेत् तत्र विकल्पः न भवति. किं सूत्रं? गतिबुद्धिप्रति न, तदेव अहं वदामि ह्रक्रोरन्यतरस्याम् इत्यत्र कृ कृ अनयोः विषये न प्राप्तमेव गतिबुद्धिप्रत्यवसानार्थे इति सूत्रेण न प्राप्तम् आम् सत्यं तत् सत्यं किन्तु गतिबुद्धिसूत्रेण कर्मत्वं भवितुं शक्नोति तत्र विकल्पः नास्ति खलु सामान्य यद् भवति वदति सम्यक् एव सामान्यतया गतिबुद्धि इत्यनेन गत्यर्थकः बुद्ध्यर्थकः अस्ति चेत् भवति इति तत्तु सामान्यमस्ति इदानीं विशेषस्थले गतिबुद्धि इति सूत्रेण उभयत्र न प्राप्तम् कृक्रोरन्यतरस्याम् इत्यत्र नापि अपि न प्राप्तम् अभिवादिदृशरात्मनेपदे इत्यत्र अपि न प्राप्तम् कृक्रोर् इत्यस्य विषये विशेषतया सूत्रमेव अस्ति अभिवादि इत्यत्र वार्तिकमस्ति दृश्यविषये तु वार्तिकद्वयम् अस्ति दृशेश्च इति वार्तिकमस्ति अत्र अभिवादिदृशोः आत्मनेपदे इत्यपि दृश्विषये अपि अस्ति अतः वार्तिकद्वयम् अस्ति दृश्विषये अस्तु तर्हि अत्र स्थगयामः कोऽपि प्रश्नः अस्ति वा दृश्विषये परस्मैपदी अपि विकल्पेन खलु दर्शयति न न न न परस्मैपदी इति अस्ति चेत् तत्र विकल्पेन नास्ति नित्यं दृशेश्च इति नित्यं दृशेश्च इत्यत्र परस्मैपदी आत्मनेपदी द्वयोः अपि ग्रहणं तदानीं तत्र अभिवादीदृशरात्मनेपदे इति आगत्य वदति न न आत्मनेपदे अस्ति चेत् विकल्पेन भवति तर्हि आहत्य परस्मैपदे अस्ति चेत् नित्यं भवति आत्मनेपदे अस्ति चेत् विकल्पेन भवति भगिनी एकः प्रश्नः अस्ति अभिवादी अपि दृश्य अपि भवति भगिनी न अभिवादि इति अभि इत्यस्य सम्बन्धः वादि इत्यनेन एव सह ओके दृश्य इत्यनेन सह दृश्य ओके धन्यवादः भगिनि अत्र अभिपूर्वकः वाददातुः अनन्तरं दृष्टातुः इत्येव अस्तु तर्हि अत्र स्थगयामः धन्यवादः महोदय अत्र अभिवादी प्रतिवादी एतत् इदानीम् अत्र अभिवादी इत्युक्ते अत्र नमस्कारकविषये नमस्क्रियते इति अर्थे आगच्छति एतदपि अत्र यत्र न्यायशालायाम् अत्र अभिवादी प्रतिवादी इति अस्ति खलु एतदेव वा न न न तत्तु भिन्नम् अत्र केवलम् अभिवादी इत्यस्य विषये एव अस्ति प्रतिवादी अभिवादी तत्तु भिन्नं तस्य विषये नास्ति अत्र अस्तु महोदय धन्यवादः धन्यवादः नमस्कारः धन्यवादः भगिनि